आम् महोदये। सत्या महोदये वदतु। हरि ओम् सत्या महोदये वदतु। समीचीनम्। ॐ गं गणपतये नमः। अधं ध्याथ ध्यानम्। ॐ पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं व्यासेन वदतु। ॐ पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं व्यासेन ग्रथितां पुराणमुनिनां मध्ये महाभारतम्। व्यासेन ग्रथितां पुराणमुनिनां मध्ये महाभारतम्। अद्वैतामृतवर्षिणीं भगवतीं अष्टादशाध्यायिनीम्। अद्वैतामृतवर्षिणीं भगवतीं अष्टादशाध्यायिनीम्। अम्बत्वामनुसन्दधामि भगवद्गीते भवद्वेषिणीम्। अम्बत्वामनुसन्दधामि भगवद्गीते भवद्वेषिणीम्। नमोऽस्तु ते व्यासविशालबुद्धे तुल्यारविन्दायतपत्रनेत्र। नमोऽस्तु ते व्यासविशालबुद्धे पुल्लारविन्दायतपत्रनेत्र। येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः। येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः। प्रपन्नपारिजाताय स्तोत्रवेत्रैकपाणये। प्रपन्नपारिजाताय स्तोत्रवैत्रेकपाणये। ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः। ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः। वसुदेवसुतं देवं कंसचाणूरमर्दनम्। वसुदेवसुतं देवं कंसचाणूरमर्दनम्। देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुम्। देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुम्। भीष्मद्रोणतटा जयद्रथ जला गान्धार नीलोत्पला। भीष्मद्रोणतटा जयद्रथ जला गान्धार नीलोत्पला। शल्यग्राहवती कृपेण वहनी कर्णेन वेलाकुला। शल्यग्राहवती कृपेण वहनी कर्णेन वेलाकुला। अश्वत्थामविकर्णघोरमकरा दुर्योधनावर्तिनी। अश्वत्थामविकर्णघोरमकरा दुर्योधनावर्तिनी। तोत्तीर्णा खलु पाण्डवैरणनदी कैवर्तकः केशवः। सोत्तीर्णा खलु पाण्डवैरणनदी कैवर्तकः केशवः। पाराशर्यवचस्तरोजममलं गीतार्थगन्धोत्कटम्। पाराशर्यवचस्सरोजममलं गीतार्थगन्धोत्कटम्। नानाख्यानकेसरं हरिकथा सम्बोधनाबोधितम्। नानाख्यानकेसरं हरिकथा सम्बोधनाबोधितम्। लोके सज्जन षट्पदैरहरः पेपीयमानं मुदा लोके सज्जन षट्दैरदहरः पेपीयमानं मुदा भूयाद्भारत पङ्कजं कलिमलप्रध्वंसिनश्रेयसे भूयाद्भारत पङ्कजं कलिमलप्रध्वंसिनश्रेयसे मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिम् मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिम् यत्कृपातमहं वन्दे परमानन्दमाधवम् यत्कृपातमहं वन्दे परमानन्दमाधवम् शान्ताकारं भुजगशयनं पद्मनाभं सुरेशम् शान्ताकारं भुजगशयनं पद्मनाभं सुरेशम् विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् स्वाकारं गगनसदृशं मेघवर्णं शुभाङ्गम् लक्ष्मीकान्तं कमलनयनं योगिभीत्यानगम्यम् लक्ष्मीकान्तं गगनशयनं योगिविज्ञानगम्यम् वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् वन्दे विष्णुं भवभयकरं सर्वलोकैकनाथम् यं ब्रह्मा वरुणेन्द्र रुद्र मरुतः शृण्वन्ति दिव्यैस्तवैः यं ब्रह्मा वरुण रुद्रैः मदृतिस्तसस्ति दिव्यैस्तवैः वेदैः साङ्गपदक्रमोपनिषदैः गायन्ति यं सामगाः वेदैः साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगाः ध्यानावस्थित तद्गतेन मनसा पश्यन्ति यं योगिनो ध्यानावस्थित तद्गतेन मनसा पश्यन्ति यं योगिनो यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः यस्मान्तं न विदुः सुरासुरगणदेवाय तस्मै नमः अथ ध्यानं समाप्तम् स्कन्दपुराणान्तर्गत श्रीकृष्णसंवादे श्रीकृष्णार्जुनसंवादे गीतासारमहात्म्यमस्ति अथ श्रीमद्भगवद्गीतामहात्म्यम् गीताशास्त्रमिदं पुण्यम् यः पठेत् प्रयतः पुमान् गीताशास्त्रमिदं पुण्यम् यः पठेत् प्रयतः पुमान् विष्णोः पदमवाप्नोति भयशोकादिवर्जितः गीताध्ययनशीलस्य प्राणायामपरस्य च नैव सन्ति हि पापानि पूर्वजन्मकृतानि च मलनिर्मोचनं पुंसां जलस्नानं दिने दिने सकृद्गीताम्भसि स्नानं संसारमलनाशनम् गीतासु गीता कर्तव्या किमन्यैः शास्त्रविस्तरैः यास्त्वयं पद्मनाभश्च मुखपद्माद्विनिःश्रुता भारतामृतसर्वस्वं विष्णोर्वक्त्राद्विनिःश्रुतं गीता गङ्गोदकं पीत्वा पुनर्जन्मन विद्यते सर्वोपनिषदो गावो दुग्धा गोपालनन्दनः पार्थो वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं महत् एकं शास्त्रं देवकी पुत्रगीतम् एको देवो देवकी पुत्र एव एको मन्त्रस्तस्य नामानि यानि कर्माप्येकं तस्य देवस्य सेवा इति श्रीस्कन्दपुराणान्तर्गत ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे श्रीगीतासारे भगवद्गीतामाहात्म्यं सम्पूर्णम्। हरिः ओं श्रीकृष्णार्पणमस्तु। हरये नमः हरये नमः। ॐ श्रीपरमात्मने नमः। श्रीमद्भगवद्गीता अथ प्रथमोऽध्यायः। धृतराष्ट्र उवाच धर्मक्षेत्रे कुरुक्षेत्रे समवेतायुयुत्सवः धर्मक्षेत्रे कुरुक्षेत्रे समवेतायुयुत्सवः मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय सञ्जय उवाच दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तथा तदा आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् पश्यैतां पाण्डुपुत्राणाम् आचार्य महतीं च मूम् पश्यैतां पाण्डुपुत्राणाम् आचार्य महतीं च मूम् व्यूढान् द्रुपदपुत्रेण तव शिष्येन धीमता व्यूढान् द्रुपदपुत्रेण तव शिष्येन धीमता अत्र शूरामहेश्वासा भीमार्जुनसमायुधि अत्र शूरामहेश्वासा भीमार्जुनसमायुधि युयुधानो विराटश्च द्रुपदश्च महारथः युयुधानो विराटश्च द्रुपदश्च महारथः दृष्टकेतुश्चेकितानः कासिराजश्च वीर्यवान् दृष्टकेतुश्चेकितानः कासिराजश्च वीर्यवान् उरुचित् कुन्तिभोजश्च तैभ्यश्च नरपुङ्गवः उरुचित् कुन्तिभोजश्च सैभ्यश्च नरपुङ्गवः युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः अस्माकं तु विशिष्टाये तान्निबोधद्विजोत्तम अस्माकं तु विशिष्टाये तान्निबोधद्विजोत्तम नायका मम सैन्यस्य सैन्यार्थं तान् ब्रवीमि ते नायका मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते भवान् भीष्मश्च कर्णश्च कृपश्च समितिं जयः भवान् भीष्मश्च कर्णश्च कृपश्च समितिं जयः अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् अयनेषु च सर्वेषु यथा भागमवस्थिताः अयनेषु च सर्वेषु यथा भागमवस्थिताः भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि तस्य सञ्जनयन् हर्षं कुरु वृद्धः पितामहः तस्य सञ्जनयन् हर्षं कुरु वृद्धः पितामहः सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ततश्शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ततश्शङ्खाश्च भेर्यश्च पणवानकगोमुखाः सहसैवाप्यहन्यन्त सहसशब्दस्तु मुलोऽभवत् सहसैवाभ्यहन्यन्त सशब्दस्तु मुलोऽभवत् ततश्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ततश्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः नकुलस्तः देवश्च सुघोषमणिपुष्पकौ नकुलः सहदेवश्च सुघोषमणिपुष्पकौ कास्यश्च परमेश्वासश्चिखण्डी च महारथः कास्यश्च परमेश्वासश्चिखण्डी च महारथः दृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते सौभद्रश्च महाबाहुशङ्खान् दध्मुः पृथक् पृथक् सौभद्रश्च महाबाहुशङ्खान् दध्मुः पृथक् पृथक् सघोषोधार्तराष्ट्राणां हृदयानि व्यधारयत् सघोषोधार्तराष्ट्राणां हृदयानि व्यधारयत् नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ऋषिकेशं तदा वाक्यम् इदमाह महीपते ऋषिकेशं तदा वाक्यम् इदमाह महीपते अर्जुन उवाच सेनयोरुभयोर्मध्ये रथं स्थापयमेच्युत सेनयोरुभयोर्मध्ये रथं स्थापयमेच्युत यावदेतान्निरीक्ष्येऽहं योद्धुकामानवस्थितान् यावदेतान्निरीक्ष्येऽहं योद्धुकामानवस्थितान् कैर्मया सह योद्धव्यम् अस्मिन् रणसमुद्यमे कैर्मया सह योद्धव्यम् अस्मिन् रणसमुद्यमे योज्यमानानवेक्षेऽहं ययेतेऽत्र समागताः योत्समानानवेक्षेऽहं ययेतत्र समागताः धार्तराष्ट्रस्य दुर्बुद्धे युद्धे प्रियचिकीर्षवः धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः सञ्जय उवाच एवमुक्तो हृषीकेशो गुडाकेशेन भारत एवमुक्तो हृषीकेशो गुडाकेशेन भारत तेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् तेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् उवाच पार्थपश्चैतान् समवेतान् कुरूनिति उवाच पार्थपश्चैतान् समवेतान् कुरूनिति तत्रापश्च स्थितान् पार्थ पितॄनथ पितामहान् तत्रापश्य स्थितान् पार्थ पितॄनथ पितामहान् आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखींस्तथा आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखींस्तथा श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि तान् समीक्ष्य स कौन्तेय सर्वान् बन्धूनवस्थितान् तान् समीक्ष्य स कौन्तेयः सर्वान् बन्धूनवस्थितान् कृपया परयाविष्टो विषीदन्निदमब्रवीत् कृपया परयाविष्टो विषीदन्निदमब्रवीत् अर्जुन उवाच दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् सीदन्ति मम गात्राणि मुखं च परिशुष्यति सीदन्ति मम गात्राणि मुखैञ्च परिशुष्यति वेपतुश्च शरीरे मे रोमहर्षश्च जायते वेपतुश्च शरीरे मे रोमहर्षस्य जायते काण्डीवं स्रंसते हस्तात् त्वचैव परिदह्यते गाण्डीवं संसते हस्तात् त्वचैव परिदह्यते न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः निमित्तानि च पश्यामि विपरीतानि केशव निमित्तानि च पश्यामि विपरीतानि केशव न च श्रेयोनुपश्यामि अत्वा स्वजनमाहवे न च श्रेयोनुपश्यामि हत्वा स्वजनमाहवे न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च किन्नो राज्येन गोविन्द किं भोगैर्जीवितेन वा किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा येषामर्थे काङ्क्षितन्नो राज्यं भोगास्तुखानि च येषामर्थे काङ्क्षितन्नो राज्यं भोगास्सुखानि च तयिमेव स्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च तयिमेव स्थिता युद्धे प्राणांस्त्वक्त्वा धनानि च आचार्या पितरः पुत्रास्तथैव च पितामहाः आचार्याः पितरः पुत्रास्तथैव च पितामहाः मातुलाश्वसुराः पौत्राश् ज्यालास्तम्बन्धिनस्तथा मातुलाश्वसुराः पौत्रास्ज्यालास्सम्बन्धितस्सम्बन्धिनस्तथा एतान्नहन्तुमिच्छामि नतोऽपि मधुसूदन एतान्नहन्तुमिच्छामि ज्ञतोऽपि मधुसूदन अपि त्रैलोक्यराज्यस्य हेतोः किन्नु महीकृते अपि त्रैलोक्यराज्यस्य हेतोः किन्नु महीकृते यथार्थराष्ट्रान्न का प्रीतिस्याज्जनार्दन निहत्यदार्थराष्ट्रान्न का प्रीतिस्याज्जनार्दन पापमेवाश्रयेदस्मान् अद्वैतानाततायिनः पापमेवाश्रयेदस्मान् हत्वैतानाततायिनः तस्मान्नार्हा वयं हन्तुन् धार्तराष्ट्रान् त्वबान्धवान् तस्मान्नार्हा वयं हन्तुन् धार्तराष्ट्रान् स्वबन् बान्धवान् स्वजनं हि कथं हत्वा सुखिनः स्याम माधव स्वजनं हि कथं हत्वा सुखिनः स्याम माधव यद्यप्येतेन पश्यन्ति लोभोपहत चेतसः यद्यप्येतेन पश्यन्ति लोभोपहत चेतसः कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् कथं न ज्ञेयमस्याभिः पापादस्मान् निवर्तितुम् कथं न ज्ञेयमस्माभिः पापादस्मान् निवर्तितुम् कुल क्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन कुलक्षये प्रणश्यन्ति कुलधर्मास्तनातनाः कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः धर्मे नष्टे कुलं कृत्स्नम् अधर्मोऽभिभवत्युत धर्मे नष्टे कुलं कृत्स्नम् अधर्मोऽभिभवत्युत अधर्माभिभवात् तृष्णा प्रदुष्यन्ति कुलस्त्रियः अधर्माभिभवात् कृष्णा प्रदुष्यन्ति कुलस्त्रियः स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः स्त्रीषु दृष्ट्वा सुवार्ष्णेय जायते वर्णसङ्करः सङ्करो नरकायैव कुलघ्नानां कुलस्य च सङ्करो नरकायैव कुलघ्नानां कुलस्य च पतन्ति पितरो येषां लुप्तपिण्डोदकक्रियाः पतन्ति पितरो येषां लुप्तपिण्डोदकक्रियाः दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः उत्पाद्यन्ते जातिधर्मा कुलधर्माश्च शाश्वताः उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन नरके नियतं वासो भवतीत्यनुशुश्रुम नरके नियतं वासो भवतीत्यनुशुश्रुम अहो पत महत् पापं कर्तुं व्यवसिता वयम् अहो बत महत् पापं कर्तुं व्यवसिता वयम् यत्राज्य सुखलोभेन हन्तुं स्वजनमुद्युताः यद्राज्य सुखलोभेन हन्तुं स्वजनमुद्यताः यदि माम प्रतीकारम् अशस्त्रं शस्त्रपाणयः यदि माम प्रतीकारम् अशस्त्रं शस्त्रपाणयः धार्तराष्ट्रारणे हन्युस्तन्मे क्षेमतरं भवेत् धार्तराष्ट्रारणे हन्युस्तन्मे क्षेमतरं भवेत् सञ्जय उवाच एवमुक्त्वार्जुनस्तङ्क्ये रथोपस्थमुपाविशत् एवमुक्त्वार्जुनस्तङ्क्ये रथोपस्थमुपाविशत् विस्तृत्य सशरं चापं शोकसंविघ्नमानसः विसृज्य सशरं चापं शोकसंविघ्नमानसः ॐ तत्तदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अर्जुनविषादयोगो नाम प्रथमोऽध्यायः ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अर्जुनविषादयोगो नाम प्रथमोऽध्यायः। ॐ श्रीकृष्णार्पणमस्तु। हरये ॐ श्रीकृष्णार्पणमस्तु। हरये नमः। हरये नमः। अथ गीतामहात्म्यं दरोवाच भगवन् परमेशान भक्तिरव्यभिचारिणी प्रारब्धं भुज्यमानस्य कथं भवति हे प्रभो। विष्णुरोवाच प्रारब्धं भुज्यमानो हि गीताभ्यासरतः सदा स मुक्तसखी ससुखी लोके कर्मणा नोपलिप्यते। महापापानि पापानि गीताभ्यानं करोति चेत् कतित् स्पर्शं न कुर्वन्ति नलिनीदल अम्बुवत्। गीतायाः पुस्तकं यत्र यत्र पाठ प्रवर्तते तत्र सर्वाणि तीर्थानि प्रयागानि दीनि तत्र वै सर्वे देवाश्च ऋषयो योगिना पन्नकाश्च ये गोपाला गोपिका वापि नारदो द्वपार्षदैः सहायो जायते शीघ्रं यत्र गीता प्रवर्तते यत्र गीता विचारश्च पठनं पाठनं श्रुतं तत्राहं निश्चितं पृथ्वी विनसा निवसामि सदैव हि गीता गीतामेव अहं तिष्ठामि गीता मे चोत्तमं गृहं गीता ज्ञानम् उपाश्रित्य त्रिलोकान् पालयान्यहं गीता मे परमा विद्या ब्रह्मरूपा न संशयः अर्धमात्रा श्रया नित्या स्वानिर्वाच्यमत्पदात्मिका चितानेतदेत कृष्णेन प्रोक्ता स्वमुखदोर्मुजं वेदत्रयी परमानन्दा तत्त्वार्थज्ञानसंयुता यो अष्टादशदजोपो नित्यं नरो निश्चलमानसः ज्ञानसिद्धिं च लभते ततो याति परं पदं पाठे समग्रे सम्पूर्णे तदोर्धं पाठमाश्रयेत् तदा गोदानमजं पुण्यं लभते नात्र संशयः। त्रिपागं पाठनम् अस्तु गङ्गास्नानं फलं लभेत् षड्शं जपमानस्तु सोमयागफलं लभेत् एकाध्यायं तु यो नित्यं नित्यं पठते भक्तिसंयुतः रुद्रं लोकम् अवाप्नोति गणे भूत्वा वसेश्चिरम् अध्यायं श्लोकपादं वा नित्यं ह्यपठे नरः स यादि नरतां यावत् तद्वनन्तरं वसुन्धरे गीतायाः श्लोकदशकं सप्तपञ्चचतुष्टयं द्यौ त्रिनेकं तदर्थं वा श्लोकानां यपठेन्नरः चन्द्रलोकम् अवाप्नोति वर्षानमप्युतं ध्रुवं गीतापाठनसमायुक्तो मृतो मानवशां व्रजेत् गीताभ्यासं पुनः कृत्वा लभते भक्तिसंयुतां गीते उच्चारणसंयुक्तो म्रियमाणो गतिं लभेत् गीतार्थश्रवणमाश्रक्तो महापापयुतोऽपि वा वैकुण्ठं समवाप्नोति विष्णुना सह मोदते गीतार्थं ध्यायते नित्यं विकृत्वा कर्माणि भूरिशः जीवन्मुक्तिसव विजये विजयो देहान्ते परमं पदं गीतामाश्रित्य बहवो बुभुषो जनकादयः निर्दूर्दकल्पना कल्मषा लोके गीतायाः परं पदं गीतायाः पठनं कृत्वा महात्म्यं नैव ह्यपठेत् वृथा पाठो भवेत् तस्य श्रम एव हृदाहृदः एतत् माहात्म्यं संयुक्तं गीताभ्यासं करोति यः स तत्फलम् अवाप्नोति दुर्लभां गतिमाप्नुवात् श्रुतोवाच महात्म्यमेव गीताया मया श्रोक्तं सनातनं गीतान्ते च पठेहन्तु यद्युक्तं तत्फलं लभेत् इति श्रीवाराहपुराणे गीतामहात्म्यं सम्पूर्णम् एयात्मविद्यया ज्ञेयं सर्वं ब्रह्मेति निश्चयः तयात्मविद्यया सर्वे मुच्यन्ता आत्मबन्धनात् कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृते स्वभावात् करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि ॐ तत्सत् श्रीकृष्णार्पणम् धन्यवादः यदक्षरपदभ्रष्टं मात्राहीनं च यद्भवेत् तत्सर्वं क्षम्यतां देव नारायण नमोस्तुते।